नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुपटे हल्सन्धिः, तृतीयः भागः, हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां सकारादिप्रत्ययानां योजनविधिः इति. तत्र नकारान्त अनुनासिकान्तधातोः विषये चिन्तनं जायमानमस्ति. तत्र अस्माकम् उच्चर्गसूत्रमस्ति अनुनासिकान्तमङ्गं तकारादि ठकारादिप्रत्ययः परः वर्तते, अपि च सः प्रत्ययः कित् नित् वर्तते चेत् तदानीम् अत्र उत्सर्गसूत्रमस्ति अनुनासिकस्य क्विच्छलोः क्मिति. अनेन सूत्रेण अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घत्वं भवति जलादि किति दिति प्रत्यये परे इति. इदं सूत्रम् उत्सर्गसूत्रमस्ति. तस्य अपवादरूपेण अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलीक् इति सूत्रमस्ति. तस्मात् एकवारं पठामः. तत्सूत्रं किं सरस्वती भगिनी पठति वा? आं भगिनि, क्विझलोः नीति पठनीयं वा अनुदात्तोपदेश किं पठनीयम्? अनुदात्तोपदेशवनतितनोत्यादीनाम् इति आरभ्य विशेषनियमः. अस्तु, विशेषनियमः अस्तु. विशेषनियमः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किम् इति. वन् धातोः अनुनासिकान्त अनुदात्तोपदेशधातोः अनुनासिकान्ततनाधिधातोः अनुनासिकस्य लोपो भवति झलादि कित्ने प्रत्यये परे. अनुदात्तः उपदेशे येषां ते अनुदात्तोपदेशाः बहुव्रीहि तनोतिः आदिः येषां ते तनोत्यादयः बहुव्रीहिः. अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषाम् इतरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः तेषाम् अनुदात्तोपदेशवनतितनोत्यादि नाम. कच्च च तयोरितरेतरद्वन्द्व क्रौ तौ इतौ यस्य तद् तस्मिन् किन्ति किन्निति. अनुदात्तोपदेशवनतितनोत्यादीनाम षष्ट्यन्तम् अनुनासिक इति लुप्तषष्टिकं पदं लोपः प्रथमान्तं झलि सप्तम्यान्तं किन्निति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनतिं विहाय अनुनासिक इति पदं सर्वेषां विशेषणम् अलोन्त्यस्य इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिस्तदादावल् ग्रहणे वार्तिकमस्ति इत्यनेन झलि किन्निति इत्युक्तौ झलादौ किन्निति तादृशप्रत्ययः यस्य आदौ झल् स्यात्. अनुवृत्तिः सहितसूत्रम् अनुनासिक अनुदात्तोपदेशवनतितनोत्यादीनाम अङ्गस्य लोपः झलति किन्निति झलि किन्निति. तर्हि विशेषनियमः अस्ति एतत् सूत्रम्. अस्माकम् उत्सर्गसूत्रमस्ति अनुनासिकस्य क्विझलोः किन्निति, परन्तु विशेषनियमः सूत्रमस्ति अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि किन्निति. तर्हि केषां परिगणितधातोः धातवः सन्ति येषां कृते एतत् सूत्रं कार्यं करोति, तर्हि ते धातवः के? वन् धातोः तथा अनुनासिकान्त अनुदात्तोपदेशधातोः तथा अनुनासिकान्त तनादिधातोः तनादिगणस्य धातोः अनुनासिकान्त एते धातवः सन्ति. तेषाम् अनुनासिकस्य लोपः भवति, निमित्तानि सन्ति झलादि कित्नित् प्रत्यये परे. तरीके स्मित् भवेत् प्रत्ययः तथा झलादि भवेत् एतानि निमित्तानि. अनुदात्तः उपदेश येषां ते अनुदात्तोपदेशाः बहुव्रीहि तनोतिः आदि येषां ते इत्युक्ते तनोति तनादिगणस्य धातु तन्धातु प्रथमधातु अस्ति तनादिगणस्य तनादयः तनूत्यादयः बहुविः समासः अनुदात्तोपदेशाश्च वनतिश्च तनूत्यादयश्च एतेषां सर्वेषां कृते अतः इतरेतरद्वन्द्वः अनुदात्तोपदेश वनति तनूत्यादयः तेषाम् अनुदात्तोपदेश वनति तनूत्यादीनां तेषां कृते सूत्रं कार्यं करोति कच न च इत्युक्ते कित् अथवा नित् अस्ति चेत् तयोरितरेतरद्वन्द्वौ तौ इतौ यस्य नित् तस्मिन् किन्ति कित्नित् अस्ति प्रत्ययपरे तर्हि कार्यं करोति अनुदात्तोपदेश वनति तनोत्यादि नाम षष्ट्यन्तमस्ति अनुनासिक इति लुप्तषष्टिकं पदं लोपः प्रथमान्तं झलि सप्तम्यन्तं निति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य अधिकारः एवमेव येन विधिस्तदन्तस्य इत्यनेन सूत्रे सूत्रेण वयं ज्ञातुं शक्नुमः यत् अङ्गं तादृशं भवेत् यस्य अन्तिमस्वरः अन्तिमवर्णः अनुनासिकवर्णः अस्ति अत्र वनतिं विहाय अनुनासिक यत्र विशेषणं भवति अलोन्त्यस्य यतोहि अन्तिम अल् स्थाने एव कार्यं भवति इत्युक्ते अनुनासिकवर्णस्य लोपः यद् अनुनासिकवर्णः अन्तिमवर्णः अस्ति अलोन्त्यस्य अन्तिम अल् वर्णः अस्ति यस्मिन् तदादावल् ग्रहणे वार्तिकं यतोहि झलि किन्निति इत्युक्ते प्रथमवर्णः झल् भवेत् झलि किन्निति तर्हि प्रथमवर्णः झल् भवेत् आदौ यदस्ति तत् अल् वर्णः झल् भवेत् तथा कित्नित् भवेत् अतः अनुवृत्तिसहितसूत्रमस्ति अनुनासिकानि अनुदात्तोपदेश वनति तनोत्यादि नाम अङ्गस्य लोपः झलि किन्निति पर्याप्तं भगिनि हा हा समीचीनं सम्यक् अस्ति तर्हि इदं सूत्रं तु केवलं परिगणितानां धातूनां विषये वन्धातुः अनन्तरम् अनुनासिकान्त अनुदात्तोपदेशधातुः अनुदात्तः अनुदात्तः नाम किम् इत्युक्ते तादृशधातुः वदतु सम्यक् यद् अवशिष्टः तद् अनुदात्तः अनुदात्तः इत्युक्ते स्वरः अनुदात्तस्वरः हा इत्युक्ते स्वरस्य अधोभागे रेखा वर्तते रेखा आमाम् आम् अधोभागे रेखा तादृशधातुः दातवः तनादिगणीय अनुनासिकान्तदातवः सन्ति चेत् एतेषाम् अनुनासिकस्य लोपः भवति झलि कित्वित् प्रत्यये परे इति अस्ति तत्र अनुनासिकान्तम् इति विशेषणं केवलम् अनुदात्तोपदेशधातूनां तनादिगणीयधातूनां विषये एव वनधातोः विषये अनुनासिकान्तम् इति वक्तव्यं नास्ति यतोहि धातुः एव साक्षात् अनुनासिक अन्तः अस्ति अतः अत्र अनुनासिकान्तम् इति पदस्य तत्र द्वन्द्वान्ते यद् पदम् अस्ति तस्य अन्वयः प्रत्येकं पदेन सह भवति परन्तु वन्धातुः साक्षात् अनुनासिकान्तः अस्ति इति कृत्वा पुनः वक्तव्यम् इति नास्ति अस्तु जलादिकितिनिति इत्यनेन जलीकितिनिति इत्यनेन यस्मिन् विधि सदादौ वल्ग्रहणे इत्यनेन जलादिकित्नित् प्रत्यये परे इति अर्थः आयाति अस्तु समीचीनं सूत्रस्य कार्यं किम् इति वयं जानीमः अनुनासिकस्य लोपः भवति अङ्गान्ते यः अनुनासिकः वर्णः तस्य लोपः भवति जलादिकित्नित् प्रत्यये परे ओके अस्तु तर्हि इदानीम् अग्रे गच्छामः किं सूर्यकुमारी भगिनी पठति वा हा भगिनि अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः वन्धातुः भ्वादिगणे अनुनासिकान्त अनुदात् उपदेशधातवः यं रं नं गं हन् मन् अनुनासिकान्ततनादिधातवः तनु क्षिणु क्षणु कृणु तृणु घनु गृणु वनु मनु एषु धातुषु मन्धातुः दिवादिगणे अस्ति हन्धातुः अदादिगणे अस्ति अष्टधातवः तनादिगणे सन्ति अवशिष्टाः भ्वादौ एव येषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति जलादि कित् नित् प्रत्यये परे परे तत्र परिगणिता धातवः उक्ताः अनुनासिकान्त अनुदात् उपदेशधातवः यं रं नं गं अन् मन् अन्तनादिधातवः तनु क्षिणु क्षणु कृणु तृणु गृणु वनु मनु ते धातवः कस्मिन् गणे अस्ति इति उक्तं मन्धातु दिवादिगणे अस्ति हन्धातु अदादिगणे अस्ति शेषधातवः तनादिगणे सन्ति अवशिष्टाः भुवादे एव उदाहरणमस्ति हन् योगहतः हतः हन् योगहतः हतः अदादिगणे विकरणं नास्ति अत्र हन् धातुः अनुदात्तोपदेशधातु अस्ति तत्कारणेन नकारलोपः भवति अनुदात्तोपदेशे वनति तनोदिनाम् अङ्गस्य लोपो अनुनासिकलोपो जलिनिति सूत्रे नकारलोपः भवति तदेव हन्योगतः हतः गम्योगतः तत्र अपि गम् अपि अनुदात्तोपदेशः अस्ति मकारलोपः भवति गतः भवति जङ्ग्लुकि जङ्गम् तः तत्र मकारलोपः भवति जङ्गतः इति भवति मन्धातु अपि तः तत्रापि नकारलोपः भवति तत्रापि मन्धातु अपि अनुदात्तोपदेशधातु अस्ति नकारलोपः भवति मतः भवति तन्योगहतः तनादिगणे अस्ति तनात्यादीनाम् उल्लेखन अस्ति सूत्रे नकारलोपः भवति ततः रं योगतः तत्रापि मकारलोपः भवति रम् अपि अन्धात्त उपदेशधातुः अस्ति मकारलोपः भवति रतः तदेव यं धातुः अपि तदेव यतः इति अग्रे पठामि वा भगिनि न न बहु सम्यक् भगिनि सम्यक् सम्यक्तया उक्तवती तर्हि अत्र वयं द्रष्टुं शक्नुमः तत्र पञ्चदशधातवः सन्ति खलु आहत्य अनुदात्तोपदेशधातवः यं रं नं गं हन् मन् वन्धातुः भुवादिगणीयधातुः अनुनासिकान्ततनादिगणीयधातु धातवः वस्तुतः तनादिगणे सर्वे धातवः अनुनासिकान्ताः तत्र सन् धातुः अपि अन्तर्भूतः परन्तु सन्धातोः कृते अपि इदं सूत्रं कार्यं कर्तुम् अर्हति परन्तु तस्य अपवादः अस्ति इति कृत्वा अग्रे उच्यते तद् तस्य कृते तु भिन्नं सूत्रमस्ति सन्धातोः कृते इति एतेषां परिगणितानां तत्र अत्र एका वार्ता अस्ति अनुदात्तो उपदेश वनति वनति इत्यत्र क्षिपानिर्देशः अस्ति अतः यङ्लुकि इदं सूत्रं कार्यं न करोति वन्धातोः कृते तनोत्यादि तनोति आदीनां तर्हि तनोति इति तत्र क्षिपानिर्देशः अस्ति इति कृत्वा तनोत्यादिगणीयधातूनां कृते अपि यङ्लुकि कार्यं न भवति अस्य सूत्रस्य कार्यं न भवति इति अस्ति तत्र क्षिपानिर्देशस्य प्रयोजनम् यङ्ग्लुकि न भवति इति भगिनि क्षिपानिर्देशे ओके किं न भवति यङ्ग्लुकि अस्य सूत्रस्य कार्यं न भवति क्षिपानिर्दिष्टधातोः परन्तु गम् धातु तत्र तनोति अत्र नास्ति. धन्यवादः. अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः. कुत्र न भवति, कुत्र न भवति, कुत्र कुत्र वनति, वनति इति धातुः स्थिपा निर्दिष्टः अस्ति. अनन्तरं तनोति इति स्थिपा निर्दिष्टः, अतः तत्र वनति तनोत्यादि इत्यत्र यङ्लुकि कार्यं न भवति. अस्तु, अनिमा भगिनी अग्रे पठतु. आं भगिनि, एतां जङ्गम स्थावरजङ्गम तत् जङ्गमः अपि यङ्लुकि इत्यनेन आगतं वा? कुत्र जङ्गम, जङ्गम् इति धातुः गम् धातोः जङ्गम् इति रूपं, स्थावरजङ्गमम् इति भिन्नमस्ति. यङ्लुक् नास्ति, यङ्लुक् नास्ति, तत्तु तत्र किं सुबन्तं पदम्. अस्तु अस्तु, सुबन्तं पदं तत्र धातुः भवितुम् अर्हति, परन्तु कृत् प्रत्ययः अथवा प्रत्ययः भवति, परन्तु मूलकारणम् एवं यङ्लुक् भवेत् इति. यङ्लुकि इति न, स्थावरजङ्गमम् इति पश्यतु, यङ्लुकि इति नास्ति. अस्तु अस्तु, यतोहि यङ्लुक् अस्ति इति चेत् जङ्गमम् इति अत्र धातुः अस्ति जङ्गम् खलु, जङ्गम् जङ्गम् इदानीं लङ्लकारे अम् इति अस्ति खलु, तर्हि जङ्गमम् तत्तु नपुंसकलिङ्गे भवति. न जङ्गमम् इति अजङ्गमम् अजङ्गम् अजङ्गम् अजङ्गम् अजङ्गमम् इति भवति खलु लङ्लकारे अम् इति प्रत्ययः उत्तमपुरुषे अम् वम. तत्र अजङ्गम् अजङ्गम् अजङ्गमम् इति भवेत् अजङ्गमम् न वा? मम चिन्तनमेव मूलधातुः जङ्गम् तत्र अन्य कोऽपि प्रत्ययः भवति येन जङ्गम इति शब्दः भवति इति. मूलधातु जङ्गम् ततः अन्यप्रत्ययः भवति इति कृत्वा जङ्गमम् इति वदति वा? पश्यतु तत्र कोशे पश्यतु एकवारं. हा, दृष्टवती गम् ततः परं यङ् ततः परम् अच् यङ्ग यङ् परम् अच् इति निर्दिष्टमत्र. किं किम् उक्तवती पुनः वदतु? जङ्गम इत्यत्र गम धातु यङ् अपि च अच् अच् प्रत्ययः, अच् प्रत्ययः यङ् धातु, यङ् धातुः इति यङ्गन्तधातुः वा? हा, यङ्गन्तधातुः परम् अच् यङ्गन्तधातुः इति चेत् य इति श्रवणं भवेत् खलु, य इति श्रवणं न दृश्यते. यङ् इति उक्तं, यङ् लुगन्तः भवति वा इति द्रष्टव्यम्. अस्तु, वयम् अग्रे गच्छामः, नो चेत् तत्रैव भवामः. जङ्गमम् एकक्षणं पश्यामः, भवत्या पृष्टं जङ्गममिति मया न, जङ्गमिति प्राप्यते, जङ्गमं जङ्गमिति श्रुवति वा जङ्गमम् इति श्रुति? जङ्गमः जङ्गमः त्रिलिङ्गिके जङ्गमः जङ्गमः इति वा जङ्गमः? कोशे अहं न पश्यामि जङ्गमः इति न दृश्यते. अजङ्गम जङ्गमः जङ्गमः न, जङ्गमः इति भिन्नमस्ति खलु, अत्र जङ्गम् जङ्गमः जङ्गमः इति दृष्टवती वा? किं दृष्टवती? जङ्गम इति नोदति चेत् तङ्गणं करोति जङ्गम इति एव. न न, अत्र लक्ष्मीभगिनी किं दृष्टवती? जङ्गमः इति अस्थावरः, अस्थावरः जङ्गमः, जङ्गमः इति दृष्टवती खलु जङ्गमः. परन्तु अत्र धातुः जङ्गमः इति नास्ति खलु, अत्र धातुः अत्रापि जङ् अजङ् जङ्गम् इति धातुः जङ्गम् अत्रापि जङ्गम् ओके, समानधातुः एव. गम् योगः यङ् प्रत्ययः, यङ् लुगन्तप्रत्ययः भवेत्, अतः जङ्गम् अतः जङ्गमः ओके. हा, यङ्लुगन्तधातुः भवितुम् अर्हति, परन्तु जङ्गमः इति पदं तु सुबन्तं पदं न सुबन्तपदम् अतः अत्र सम्बन्धः स्यात्। अत्रापि अर्थः तु पुनः पुनः गच्छति इत्यस्मिन् अर्थे लिखितमत्र तदेव जङ्गम इति वदामः चेत् मूवबल् इति अर्थः स्यात्। स्थावरः नास्ति, गतिशीलता अस्ति इति अस्ति इति भवितुमर्हति। जङ्गमः प्रश्नः समीचीनः परन्तु सुबन्तमस्ति। ओके, अस्य प्रश्नः अस्ति वा? अनिमा भगिनी पठतु। अत्र प्रश्नः उदेति, तनादिगणे नव अनुनासिकधातवः सन्ति किन्तु तेषु केवलम् अष्टौ धातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्। अन्तिमधातुः षणु अथवा सन् इति धातोः का गतिः? अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म, किन्तु अपरेण सूत्रेण अयं धातुः साक्षात् उक्तः। अत्र नवधातवः सन्ति, तनोति अनुनासिकत्वम् इति तस्य अस्मिन् सूत्रे अस्ति किल, तनोत्यादि अनुनासिकलोपः इति। अत्र नवधातवः सन्ति, अष्टौ धातवः सन्ति, परन्तु नवानां नवमस्य का गतिः इति प्रश्नः। तत्र उक्तम् अन्यः साक्षात् उक्तमस्ति अन्यस्मिन् सूत्रे, अतः तस्य अत्र परिगणनं न भवति इति। अग्रिमसूत्रं पठामि वा? आमां, जनसनखनां सञ्छलोः इति सूत्रम् अस्ति, अष्टमाध्याये चतुर्थपाठे द्वित्रिंशत्तमसूत्रं। जनसनखन येषां धातूनां नकारस्य स्थाने आकारादेशो भवति जलादि, सन् प्रत्ययपरे झलाति, कित् ङित् प्रत्ययपरे च, अनुवृत्तिसहितसूत्रं। जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः किङिति, सन्धातोः आत्त्वं भवति इति कारणतः अनुदातोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि किङिति इत्यनेन तस्य अनुनासिकलोपो न भवति। अत्र दत्तमस्ति दीर्घत्वं भवति, तस्य लोपः न भवति अनुनासिकस्य मकारस्य अथवा अत्र तु सन्निति अस्ति, नकारस्य लोपः न भवति, दीर्घत्वमेव भवति इति उक्तमस्ति। समीचीनं, तर्हि जनसनखनां सञ्जलोः इति सूत्रमस्ति, सम्यक्। किञ्चित् अग्रे अपि पठतु। अन्यः प्रश्नः भिन्नवार्ता, सन्धातोः आत्वं भवति इति उक्तवती खलु? ओके ओके, तर्हि अत्र जनसनखनां सञ्जलोः इति सूत्रमस्ति। अत्र सञ्जलोः इत्यत्र झलि सन् इति तु झलि जलादि एव अस्ति, तथापि झलि सन् इति उक्तं, किमर्थम् उक्तं झलि सन्? इति तत्र अत्र वयम् एतदेव पठामः किल, तकारः अग्रे भवति चेत् इति न, अत्र सन् इति प्रत्ययः जलादि एव अस्ति खलु, इडागमः भवितुम् अर्हति वा? सत्यं, यदा इडागमः भवति तदानीं जलादि न भवति खलु, अतः जलादि इति उक्तं, यदा जलादिः अस्ति तदानीम् अस्य सूत्रस्य कार्यम्। अग्रे पठामि वा? सम्यक् भगिनी, धन्यवादः। तर्हि इदानीम् अग्रे गच्छामः। अत्र किम् अस्ति, जयलक्ष्मी भगिनी पठितुमिच्छति वा? आं भगिनी, पठामि। अन्यप्रश्नः उदेति यत् अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि निति इति सूत्रम् अनुनासिकस्य द्विझलोः निति इत्यस्य अपवादः वा? अनुनासिकस्य सिजलोकोमिति इति सामान्य अनुदात्तोपदेशवनति तनौत्यादीनाम् अनुनासिकलोपो झलिमिति इति विशेषः. यत्र यत्र अनुदात्तोपदेशवनति तनौत्यादीनाम् अनुनासिको लोप झलिमिति इत्यस्य प्रसक्तिः, तत्र तत्र अनुनासिकस्य क्विजलोहोङिति इत्यस्यापि प्रसक्तिः. अनुनासिकस्य क्विजलोहोङिति इत्यस्य अन्यत्र लब्धावकाशः अनुदात्त उपदेशवनचितनोत्यादीनाम् अनुनासिकलोपो झलिङिति इत्यस्य अन्यत्र लब्धावकाशः नास्ति, यतोहि पञ्चदशानां धातूनां स्थले अनुनासिकस्य क्विजलोहोङिति इत्यस्य प्रसक्तिः. तेषु पञ्चदशसु अपि यदि अनुनासिक द्विजलोकमिति इति सूत्रं कार्यं कुर्यात् अनुदात्तोपदेशमनधितनौत्यादीनाम् अनुनासिक लोपो झलिमिति इति सूत्रं निरवकाशं स्यात् इति भाति, नाम अपवादसूत्रम् इति अस्ति इति भाति, किन्तु वस्तुतस्तु नास्ति तथा. किमर्थम्? द्वयोः सूत्रयोः एकत्र प्राप्तिः इति यदा कथ्यते तदा द्वयोः कार्यस्थलं समानं भवेत्, अत्र किन्तु तथा नास्ति. अनुनासिकस्य द्विजलोः मिति इत्यनेन दीर्घः, अनुदात्तोपदेशवनौति वनति तनौत्यादीनाम् अनुनासिकलोपो झलि इति इत्यनेन अनुनासिकलोपः. कार्यस्थलभिन्नत्वात् अनुनासिकस्य द्विजलोः इति इत्यस्य कार्यानन्तरम् अनुदात्तोपदेशवनचितनौत्यादीनाम् अनुनासिकलोपो झलिङिति इत्यस्य अवकाशः भवति. यथा गमयोगतः उपतादीर्घः गामयोगतः, अनुनासिकलोपः गातः इति अनिष्टरूपं जायते, किन्तु अवकाशस्तु जातः, अनेन अपवादः वक्तुं न शक्यते. अतः गमयोगतः इति स्थितौ अनुदात्तोपदेशवनभितनौत्यादीनाम् अनुनासिकलोपो झलिमिति भवति परत्वात् न तु अपवादत्वात् तथा सर्वत्र. शिक्षा अत्र एवं यत् अपवादस्य कृते प्राप्तं केवलं युगप् इति न, कार्यस्थलं समानमपि भवेत्. किञ्चित् दीर्घकरं परिच्छेदमस्ति अत्र प्रश्नः उदेति यत् अनुदात्तोपदेशवनभितनोत्यादीनाम् इति सूत्रम् अनुनासिकस्य क्विजलोः इति सूत्रस्य अपवादभूतसूत्रम् अस्ति खलु, यतोहि पञ्चदशानां धातूनां कृते प्रथमं तु उक्तं यत् अनुनासिकक्विजलोः इति सामान्यसूत्रम् अस्ति. अनुदात्त उपदेशमनति तनोत्यादीनावितर इत्यत्र पञ्चदशसु धातूनां निर्देशः निर्दिष्टाः सन्ति खलु, अतः परिगणितधातूनाम् उक्तम्. अतः अत्र अपवादबलेन अनुदात्त उपदेशमनति तनोत्यादीनां सूत्रमेव विशेषः, तस्य निरवकाशत्वं स्यात्. अतः अपवादभूतबलेन अपवादबलेन इदं सूत्रं कार्यं करोति इति भाति, किन्तु तथा नास्ति. अत्र उक्तं यत् अपवादस्य लक्षणं निरवकाशत्वमस्ति, किन्तु प्रथमं तु किं अत्र कार्यस्थलं पश्यामः चेत् अत्र किम् अपवादसूत्रमिति वदामः चेत् अत्र अन्यत्र अन्यत्र लब्धावकाशः स्यात्, अपि च एकत्र प्राप्तिः स्यात्. तर्हि अत्र एकत्र प्राप्तिः इति भागः अत्र न युज्यते, तद् न सङ्गच्छते, यतोहि अत्र एकत्र तु किम् अनुदात्तोपदेशवनदितनोत्यादीनाम् इत्यत्र तु अनुनासिकलोपः अस्ति चेत् अनुनासिकस्य द्विजलोपम् इति इत्यत्र तु उपधा दीर्घः अस्ति, अतः किम् अत्र कार्यस्थलं भिन्नमस्ति. अतः अत्र उदाहरणार्थं प्रदर्शितं गम् योगतः इति उदाहरणं स्वीकुर्मः चेत् गम् इति अत्र परिगणितधातुः अस्ति, तर्हि अस्य उपधायाः दीर्घः अनुनासिकत्रिजलोहुम् इति सूत्रेण प्रथमं कारयामः चेत् गाम् योगतः इति स्यात्. अत्रापि गाम् इत्यत्र अत्र अनुनासिक अन्तः अस्ति, अतः अनुदात्तोपदेशवर्णितमित्यादीनां सूत्रेण पुनः अनुनासिकस्य लोपः कुर्मः इति चिन्तयामः चेत् अत्र गातः इति अनिष्टरूप लभ्यते. किन्तु अवकाशः तु अस्ति, इत्युक्ते सूत्रद्वयोः अपि अवकाशः एकत्र इत्युक्ते एकं कार्यं कृत्वा पुनः द्वितीयं सूत्रमपि कर्तुं शक्यते, किन्तु अनेन अनिष्टरूपं जायते, अतः अपवादः इति न वक्तुं शक्यते. सूत्रसङ्ख्या दृष्ट्वा अत्र अनुनासिकोपदेशवनतितनोत्यादीनम् इति सूत्रं 6437 अस्ति, अनुनासिकद्विजलोहम् इति इत्यस्य 6415 अस्ति, अतः परस्मात् अस्य सूत्रस्य बलम् अधिकम् इति वक्तव्यं, न तु अपवादबलेन इति अत्र पुनः निर्दिष्टमस्ति. यतोहि अपवादस्य कृते कार्यं केवलं युगपत् इति न भवति, कार्यस्थलमपि समानं स्यात्, तत्रैव एकस्मिन् एकत्र एव प्राप्तिः इति वक्तुं शक्यते. अत्र एकत्र प्राप्तिः इति यतोहि सूत्रद्वयम् एकस्मिन् अवसरे कार्यं कर्तुम् आगच्छति, गम् योगतः इत्यस्मिन् प्रसङ्गः स्वीकुर्मः चेत् अत्र तस्य कार्यं कर्तुं सूत्रद्वयम् आयाति, किन्तु समानस्थले इति नास्ति इति कृत्वा अत्र अपवादः इति न वक्तुं शक्नुमः. किन्तु परत्वात् प्रतिषेधे परं कार्यम् इति सूत्रदृष्ट्या परत्वात् अनुदात्तोपदेशवनसितनोत्यादीनाम् अनुनासिकलोको झलि इति सूत्रं बलवत् इति वक्तव्यम् इति अत्र निर्दिष्टम्. समीचीनं वा भगिनि? आमामां सम्यक्, बहु समीचीनं भगिनि, धन्यवादः, सम्यक् अस्ति. तर्हि अत्र अपवादः इति सामान्यतया वक्तव्यं चेत् निरवकाशत्वं भवति, परन्तु अत्र अनुनासिकस्य क्विज्यलोः कीति इति सूत्रम् उत्सर्गसूत्रम् इति वयं वदामः चेत् तर्हि तस्य कार्यं सर्वत्र भवति. तर्हि इदानीम् अनुदातो उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि इति सूत्रम् अपवादसूत्रमस्ति वा इति पश्यामः चेत् निरवकाशत्वं भवति वा इति द्रष्टव्यम्, इत्युक्ते तस्य अन्यत्र लब्धावकाशः नास्ति इति प्रदर्शनीयं, तदानीमेव तत्र अपवादः इति वक्तुं शक्नुमः. परन्तु अत्र यत्र गम् धातुः अस्ति, गम्योगः तप्रत्ययः, तत्र अनुनासिकस्य क्विज्जलोः इति प्रथमतया कार्यं करोति चेत् तर्हि गां योगः तः अस्यां स्थित्याम् अत्र अनुदात्तोपदेशो अनति तनोत्यादीनाम् इत्यनेन मकारस्य लोपः भवितुमर्हति इति एवं चिन्तयामः चेत् तर्हि अनुदात्तोपदेशो अनति तनोत्यादीनाम् अनुनासिकलोपो झलि इति सूत्रं सूत्रस्य अन्यत्र लब्धावकाशः अस्ति, अत्र एव अस्ति अवकाशः, अतः अपवादसूत्रम् इति कथं वक्तुं शक्नुमः इति अत्र शङ्का प्रदर्शिता अस्ति. तर्हि अतः अनुदात्तोपदेशवनति तनोत्यादीनाम् इति वस्तुतः नित्यसूत्रम् अस्ति, गम्योगः तः इति प्रसङ्गे अपि कार्यं कर्तुम् अर्हति, अनन्तरं गामयोगः तः इति प्रसङ्गे अपि कार्यं कर्तुम् अर्हति, अनुनासिकस्य क्विजलोः प्रीति इति तथा नास्ति इति अत्र प्रदर्शयितुं प्रयत्नः कृतः अस्ति. तर्हि अत्र अन्यः अपि संशयः भवितुम् अर्हति. सामान्यतया पाणिनीयसूत्रेषु उत्सर्गसूत्रम् उच्यते चेत् तदनन्तरं विशिष्टसूत्रम् अपवादसूत्रम् इति अपि वदन्ति, विशिष्टसूत्रम् अपवादसूत्रम् इति. तर्हि इदानीम् अत्र उत्सर्गसूत्रस्य प्रसङ्गः सर्वत्र भवति. इदं सूत्रम् अपवादसूत्रं नास्ति परन्तु नित्यसूत्रम् इति वयं वदामः चेत् तर्हि अनुनासिकस्य क्विजलोहनीति इति सूत्रेण किमर्थं प्रसङ्गः अस्ति, प्रसक्तिः किमर्थम् अस्ति? नित्यसूत्रम् इत्युक्ते द्वयोः क्षेत्रं भिन्नं भिन्नम् अस्ति, एकस्य कार्यं पूर्वमपि भवति अन्य अनन्तरमपि भवति, कृताकृतप्रसङ्गी इति वदामः खलु. परन्तु अत्र कृताकृतप्रसङ्गी इति भाति, परन्तु वस्तुतः वयं पश्यामः चेत् अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिमिति इति सूत्रे अनुदात्तः उपदेशे येषां ते इति अस्ति. तर्हि उपदेशावस्थायाम् अनुदात्तः यः अस्ति तादृशधातुः, तर्हि गाम् इति धातुः तादृशधातुः नास्ति खलु? तस्य तु परिष्कारः जातः. उपदेशे यः गम् धातुः सः धातुः नास्ति अत्र. अतः कथम् अनुनासिकस्य क्विजलोः क्विति इत्यस्य कार्यानन्तरम् अनुदात्तो उपदेशवनति तनोत्यादीनाम् इति कार्यं करोति इति वक्तुं शक्नुमः? यतोहि इदानीं गाम् इति अनुदात्तो उपदेशे नास्ति. अतः अत्र तत्र तु स्वरः ह्रस्वः आसीत्, अनुदात्तस्वरः ह्रस्वः आसीत् तत्र. इदानीं तत्र स्वरः दीर्घः जातः, अतः ह्रस्वस्वरः दीर्घस्वरः अनयोः भेदः अस्ति. अतः उपदेशे ह्रस्वस्वरः आसीत्, अत्र तु दीर्घस्वरः अस्ति. अतः गाम् इति धातुः अनुदात्तोपदेशधातुः इति कथं वक्तुं शक्यते? अतः अन्यत्र लब्धावकाशः अस्ति इति वक्तुं न शक्यते इति अपि वयं वक्तुं शक्नुमः खलु, यतोहि सूत्रे उपदेश इति पदं वर्तते. अतः गाम् इति धातुः तादृशधातुः नास्ति, अतः सूत्रस्य कार्यं न भवति. अत्र एतादृशस्थलेषु अनुदात्तोपदेशवनति तनोत्यादीनां कार्यं न करोति चेत् तद् सूत्रं व्यर्थं भवति इति अवश्यं वक्तुं शक्नुमः. इति कृते अपवादसूत्रम् इति अपि वक्तुं शक्यते इति भाति. अत्र कार्यस्थलं भिन्नं, कार्यस्थलं भिन्नम् अस्ति चेदपि अपवादः भवितुम् अर्हति. अपवादविषये कार्यस्थलं समानं भवेत् इति एव इति नियमः नास्ति. केवलं निरवकाशत्वम् अपवादस्य लक्षणं. कार्यस्थलं भिन्नं वा भवतु समानं वा भवतु, सूत्रं व्यर्थं भवति वा इति एव वार्ता अस्ति. सूत्रं व्यर्थं भवति चेत् अपवादसूत्रम्, अत्र तु सूत्रं व्यर्थं भवति इति भाति. इति कृत्वा अत्र अपवादसूत्रम् इति एव वक्तव्यम् इति भाति अस्ति तत्र. किमपि वक्तव्यं वा अत्र? तर्हि अत्र अपवादबलेन एव अनुदात्तोपदेश इत्यस्य कार्यं भवति इति वक्तव्यम्. आम् इति आम् आम् आमाम् इत्युक्ते गामिति धातुः भिन्नः धातुः, गमिति धातुः भिन्नः अस्ति खलु. गामित्यत्र रूपं भिन्नमस्ति, यतोहि तत्र उपदेशे यः अनुदात्तः वर्तते तादृशधातुः इत्यत्र उक्तम्. इति कृत्वा अत्र मम भाति अत्र अपवादसूत्रमिति एव वक्तव्यम् इति भाति. परन्तु यत्किमपि भवतु अततो गत्वा अनुदात्त उपदेशवनति तनोत्यादीनाम् इत्यस्य एव कार्यं भवति, न तु कथञ्चित् वदतु नित्यरूपम् इति वदति वा अथवा अपवादः इति वदति वा. अनुदात्तोपदेशवनति तनोति अधिनामेव कार्यं करोति प्रथमतया. अस्तु तर्हि गाम् इत्यत्र तु उपदेशावस्था नास्ति इति सत्यं. तर्हि गम् इत्यत्र अनुदात्तोपदेशः इत्यस्य कार्येण, इत्यस्य सूत्रस्य कार्येण अनुनासिकलोपः करणीयः अस्माभिः कथञ्चित्. तर्हि अस्ति अनुनासिकत्रिजलौहम् इत्यस्य कथं तं प्रभाव्य कथं कार्यं करोति इति. आम् अस्तु समीचीनं, तर्हि अग्रे गच्छामः. अग्रे एक वाक्यद्वयं वर्तते, तदपि पठतु भगिनि. पठितवती वा? न पठितवती, पठामि. तर्हि येषां धातूनाम् अत्र नकारलोपो भवति तेभ्यः इदम् अङ्गकार्यं कृत्वा अनन्तरं सन्धिकार्यं करणीयम्. सकारादि हकारादि प्रत्ययः कित्नित् नास्ति चेत् अङ्गकार्यम् अकृत्वा साक्षात् अधस्तरं सन्धिकार्यं करणीयम् इति अत्र तृतीयः बिन्दुः अस्ति. अग्रे अत्र अङ्गकार्यं यत् अस्ति तत् कृत्वा परं सन्धिकार्यं करणीयम् इति अत्र निर्दिष्टम् आगते अत्र नकारलोपो वा अत्र नकारलोपो इति अत्र किं निर्दिष्टम् अत्र अनुनासिकस्य लोपः इति विषयं धातूनाम् अत्र नकारलोपः भवति इदम् अङ्गकार्यं कृत्वा तदनन्तरं सन्धिकार्यं करणीयम्. सकारादि हकारादि प्रत्ययः किटिङ् इति नास्ति चेत् अङ्गकार्यम् अकृत्वा सकारादि हकारादिप्रत्ययः अस्ति चेत् पूर्वमेव अङ्गकार्यं करणीयं, नास्ति चेत् अङ्गकार्यम् अकृत्वा सन्धिकार्यं साक्षात् कुर्मः इति अत्र अग्रे सन्धिकार्यं प्रदर्शितम्. आमां समीचीनं भगिनि. इत्युक्ते एते परिगणितदातवः सन्ति, तर्हि अनुदात्तोपदेशवनति तनोत्यादीनाम् इत्यस्य कार्यं प्रथमतया भवति, तदनन्तरं सन्धिकार्यं करणीयं. सन्धिकार्यस्य अवसरः अस्ति चेत् सन्धिकार्यं करणीयं. यथा तत्र गमयोगः तप्रत्ययः मकारस्य लोपः भवति, तत्र ततः अग्रे सन्धिकार्यं किमपि नास्ति खलु. अन्यत्र कुत्रचित् अस्ति चेत् भवितुमर्हति, यत्र गमयोगः अन्य किमपि यः कोऽपि प्रत्ययः भवतु तत्र गतः गतिः सर्वत्र अन्यत्र सन्धिकार्यं नास्ति. परन्तु यत्र अनुनासिकलोपः न भवति तत्र तु साक्षात् सन्धिकार्यमेव भवति. इत्युक्ते सन्धि अङ्गकार्यस्य प्रसक्तिः नास्ति चेत् साक्षात् सन्धिकार्यमेव. अङ्गकार्यं त्रयं वर्तते, अनुनासिकस्य क्विजलोः क्निति, अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि क्निति, जनसनखनां सञ्जलोः इति त्रीणि सूत्राणि. तावदेव अनुनासिकान्तधातोः विषये. इतोपि एकं सूत्रमस्ति, परन्तु तत्तु अजादि कित्नित् प्रत्यये परे, तदनन्तरं पश्यामः. ओके, इदानीं तत्र सन्धिकार्यं वयं पश्यामः अग्रे. किम् उमा भगिनी पठति वा सन्धिकार्यम्? नकारान्तधातूनां नकारान्तधातूनां च सकारादि सकारादि प्रत्यये सन्धिद्वयं करणीयं. नष्टापदान्तस्य झलि 8324 अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशो भवति झलि पदे. ओके, झल् प्रत्याहारे शब्दस्य प्रथमः द्वितीयः तृतीयः चतुर्थः वर्णाः अपि च प्रथमः द्वितीयः चतुर्थवर्णाः अपि च वर्णाः अनुभूतः शब्दस्य अन्तः पदानः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः सत्यन्तं च अव्ययपदम् अपदान्तस्य सत्यन्तं झलि सप्तमेन्तम् अनेकपदमिदं सूत्रम्. मूलस्वारः इत्यस्मात् मः इत्यस्य अनुवृत्तिः तयोः तयोर्व्या वचि तयोर् वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः इत्यस्य अधिकारः अनुवृत्तसूत्रम् अपदान्तस्य मह नह च अनुस्वारः झलि संहितायाम् इति अत्र लस्य पदान्तस्य झलि 8-3-4 तत् सूत्रम् इच्छति विवरणं करोति अपदान्तस्य नकारस्य मकारस्य च स्थाने अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशो भवति झलि परे झलि अनुस्वार अपदान्त नकारान्त मकारान्त स्थाने अनुस्वारादेशो भवति झल् प्रत्याहारे वर्गस्य प्रथमद्वितीय चतुर्थवर्णः च चतुर्थः च वर्णाः अपि च इति वर्णाः अन्तर्भूताः ओके सो वाट् इस् झल् झल् प्रत्याहारे इत्यस्मिन् अर्थः प्रथमद्वितीयतृतीयचतुर्थवर्णाः अपि च पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य न सत्यन्तम् अव्ययपदम् अपदान्तस्य सत्यन्तं झलि सप्तनिमित्तम् अन्वितपदनिमित्तं सूत्रम् सारि नखसस्यन्तं च अव्ययम् अपदान्तस्य सस्यन्तं झलि सप्तनिमित्तम् अनेकपदनिमित्तं सूत्रं मोनुस्वारस्मात् मह इत्यस्य अनुवृत्तिः तयोर्व्यावृत्ति संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसूत्रम् अपदान्तस्य महनः च अनुस्वारः झलि संहिता समीचीनं भगिनि एतद् परिचितं सूत्रमस्ति अग्रे अग्रिमं यत् सूत्रमस्ति तदपि केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् ओके अनुस्वारस्य यी परसवर्णः अनुस्वारस्य स्थाने परसवर्ण परसवर्णादिषु भवति यी परे परसवर्ण सन्ति अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् अनुस्वारस्य ययि परसवर्णः इति सो अत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रं सूत्रस्य विवरणं दत्तम् अनुस्वारः स्थाने परसवर्णादेशो भवति कदा ययि परे अस्ति चेत् ययि परे अस्ति चेत् अनुस्वारस्य स्थाने परसवर्णादेश अनुस्वारस्य ययि परसवर्णः संहिताय इति अनुवृत्तिसहितसूत्रम् तदेव समीचीनं तर्हि तत्र उदाहरणानि सन्ति खलु तद् पूरयतु पठामि आमां यानि उदाहरणानि सन्ति खलु शां योगः तत्र किं भवति इति एकवारं प्रतिपादयतु शां योगः सः अत्र मकारः अन्ते अस्ति तत् स्थाने नकारस्य नकारः आगच्छति सां योगः सः संयुक्तः इति अत्र अनुस्वारस्य इ परसवर्णः ओके अत्र अनुस्वारस्य अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् ओके सो तकारः झलि वर्णः सो सां योगः सः सान्तः सो मकारस्य स्थाने नकारः आदेशो भवति प्रथमम् अनुस्वारः भवति मकारस्य स्थाने अनुस्वारः भवति प्रथमम् अनुस्वारः आम् अनुस्वारः तदनन्तरम् अनुस्वारस्य परसवर्णः अनुस्वारः मीन्स् सा ऊर्जे डाट् अस्ति देन् अनुस्वारः भुजं नकारः शान्तः एवमेव एवमेव वां योगः सः वां झलि इष्टः तु वां तत्र मकारस्य स्थाने अनुस्वारः आगच्छति देन् अनुस्वार नकारः आगच्छति वांस्तः सिमिलर्लि गं प्रस्तुं गन्तुं गं प्लस् पुनः वक्तव्यम् इति नास्ति अवगम्यते अग्रे ओके ओके देन् दां योगतः दान्तः गं योगः सा गन्ता रं योगः तुं रन्तुं समीचीनं भगिनि सम्यक् अस्ति सम्यक् अस्ति इति सन्धिकार्यद्वयं तावदेव तर्हि इदानीं यकारान्तदातुभ्यः इति तत्र किम् अरुणा भगिनी पठति वा आं भगिनि यकारान्तदातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः यकारान्तधातुभ्यः तकारादि ढकारादि वा प्रत्ययः परे अस्ति चेत् यकारस्य लोपो भवति लोपो व्योर्वलि इति सूत्रेण सूत्रं सहस्रदातुभ्यः यकारान्तदातुभ्यः परतः तकारप्रत्ययः साकारप्रत्ययपरे यकारस्य लोपो भवति सूत्रं किम् अस्ति चेत् लोपो व्योर्वरे इति सूत्रे उदाहरणं जाहय जाहै जाहयवति जाहति यकारलोपः भूत्वा जाहति भवति तदेव जाहयोः तः जाहतः जाहै युगतः जाहतः इति भवति लोपो व्युर्वति वयं जानीमः षष्ठाध्याये प्रथमपादे षष्ठितमं सूत्रं वकारस्य वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे वच अनुवर्तसहितमस्ति भगिनि व्योपो लोपः वलि अत्र यकार आर् वकारः अस्ति परन्तु वल् प्रत्याहारे परे यकारवकारलोपो भवति इति सूत्रेण वकारान्तदातोः तकारादि थकारादि च प्रत्ययपरे अल हल्सन्धिकार्यस्य अवसरं नास्ति अत्र ऊट् भावो भवति स च ऊट् भावः अङ्गकार्यं न तु सन्धिकार्यम् चोः षुडनासिके भगिनि आमां चोः षुडनासिके च इत्यनेन यत्र वकारान्तधातुः अस्ति तत्र ऊट्भावः भवितुम् अर्हति ऊट्भावः भवितुम् अर्हति परन्तु बहुत्र यत् अत्तुर्व दुर्व इत्यादि इत्यादि धातवः ये सन्ति तत्र तु चोवचुडनासिके च इति सूत्रं प्रबाद्य राल्लोपः इत्यनेन वकारस्य लोपः भवति परन्तु ते धातवः अपि ऊट् भाविनः एव यतोहि तत्र ऊट्भावः भवितुमर्हति ओके इति कृत्वा अत्र बहवः धातवः वकारान्तदातवः ऊट् भाविनः सन्ति अत्र तथा सर्वत्र अङ्गकार्यस्य प्रसक्तिः अस्ति, न तु सन्धिकार्यं। लोपो व्योर्वलि इत्यस्य प्रसङ्गः नास्ति, बहुत्र राल्लोपः कार्यं करोति, परन्तु ते अपि ऊट् भाविनः एव सन्ति। इति अस्ति, अत्र यकारान्तधातुः अस्ति चेत् लोपो व्योर्वलि इत्यस्य कार्यं दृश्यते, वकारान्तधातुः अस्ति चेत् विरलतया, बहु विरलतया, यथा मामव् इति धातुः अस्ति, तत्र मकारस्य लोपः लोपो व्योर्वलि इत्यनेन भवितुमर्हति। मामव्योगः वः तत्र भवितुमर्हति इति विरलतया, परन्तु सामान्यतया वकारान्तधातुः रालोपः इत्यस्य कार्यं भवति। अस्तु, तर्हि इदानीम् अग्रे गच्छामः, तत्र किं विजयलक्ष्मी भगिनी पठति वा? आमां श्रूयते। सकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः। पञ्चमः बिन्दु, षकारान्तधातुभ्यः तादि थादि वा प्रत्यये परे षकारस्य स्थाने मूर्धन्यषकारादेशो भवति, व्रश्च भ्रश्च सृज भृज यज राज प्राज छषां छः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना तस्थाने ट अपि च थ स्थाने थ आदेशो भवति। यथा वश् योगहति, अत्र व्रश्च भ्रश्च इति सूत्रेण षकारस्य मूर्धन्यषकारादेशो षत्वं भूत्वा वश् योगहत्ति। इदानीं ष्टुनाष्टुः इत्यनेन तकारस्य ष्टुत्वं भवति, वष्टि इति रूपं सिद्ध्यति। एवमेव उष् योगः थः, अत्र पुनः षकारस्य व्रश्च भ्रश्च इति सूत्रेण मूर्धन्यषकारादेशो भूत्वा उष्ट् योगः थः, ष्टुनाष्टुः इत्यनेन ष्टुत्वम् उष्ठः। अत्र धातुः वश अदादि कान्तौ सम्प्रसारणं कृत्वा उष् इति। ओ अस्तु, अत्र सम्प्रसारणं कदा भवति भगिनि? कित्नित् प्रत्यये परे, तत्र सूत्र वस्तुतः सूत्रद्वयम् अस्ति, ग्रहीज्या वै व्यदि व्यस्ति विचति पृच्छति पृच्छति बृजति नाम् इति च इति एकं सूत्रं, तत्र तु कितिनिति प्रत्यये परे। अनन्तरं वचिस्वपि यजादीनां किति इति, तत्र वचिस्वप् यजादीनाम् इत्यत्र परिगणितधातूनां किति प्रत्यये परे सम्प्रसारणं भवति। अत्र तु वश् धातोः अत्र किमस्ति, ग्रहीजा वै व्यदि वष्टि, या वष् धातुः अस्ति तत्र, अस्ति तत्र अस्ति, तेन सूत्रेण सम्प्रसारणं कृत्वा वष् इत्यस्य उष् इति परिवर्तनं भवति सम्प्रसारणं कृत्वा। अत्र षकारादि किम् वश्यस्य किं जायते इति उक्तवती, सम्प्रसारणं वश् सम्प्रसारणं भूत्वा वकारः भवति खलु कः प्रश्नः? न, अत्र वश् इति भिन्नः उष् इति भिन्नः दत्तं खलु, वश्योगः ति इति पित् प्रत्ययः, अतः सम्प्रसारणं नास्ति, वश्योगः तः इति अपित् प्रत्ययः, अतः निद्वत् इति कृत्वा तत्र सम्प्रसारणं भवति। धातुः समानः पित्प्रति अस्ति चेत् सम्प्रसारणं नास्ति, अपित्प्रत्ययः अस्ति चेत् निद्वत् इति कृत्वा सम्प्रसारणम्. एवम्, अस्तु अस्तु. अस्तु भगिनि, अग्रे गच्छतु. एवमेव ईश् योगः ते, अत्र शकार शकारः अस्ति, तस्य भ्रश्च भ्रश्च इत्यनेन मूर्धन्यशकारादेशो भवति. ईश् योगः ते, इदानीं शकारः अस्ति इति कृत्वा शकारात् परे तकारः अस्ति, अतः ष्टुनाष्टुः इति सूत्रेण तकारस्य टकारादेशो भवति, ईष्टे इति रूपम्. एष् योगः थाः, अत्र शकारस्य मूर्धन्यशकारादेशो भवति, एष् योगः थाः. अपि च ठकारस्य ष्टुत्वं भूत्वा ठकारादेशः भवति, एष्ठाः इति रूपं सिद्ध्यति. ऐष् योगः था, ऐष् योगः थाः, ऐष् योगठाः, ऐष्ठा इति अग्रे पठानि. अग्रे सूत्रस्य प्रथमवाक्यम् अनुवृत्ति सहितसूत्रं, सूत्रद्वयं. हा, अत्र द्वयोः सूत्रयोः प्रसक्तिरासीत्, अतः व्रश्च भ्रश्च इत्यस्य विवरणं. व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः, अत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज इति परिगणितानां धातवः, अपि च छकारान्ताः षकारान्ताः एतेषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति, झलि पदान्ते च. अनुवृत्तिसहितसूत्रं, व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः, झलि पदस्य अन्ते च इति. अपि द्वितीयं सूत्रमस्ति ष्टुनाष्टुः, दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यशकारादेशः, टवर्गीयवर्णादेशश्च भवतः. मूर्धन्यशकारः टवर्गीयवर्णयोः योजनेन, अपि च अनुवृत्तिसहितसूत्रमस्ति स्तोः ष्टुनाष्टुः संहितायाम्. अग्रे पठानि वा भगिनि? बहु समीचीनं भगिनि, सम्यक् अस्ति, धन्यवादः. इदानीं शकारान्तदातोः विषये कोऽपि प्रश्नः अस्ति चेत् वदन्तु, नो चेत् अग्रे गच्छामः. उषा भगिनी शकारान्तदातुभ्यः इति पठतु. षकारान्तदातुभ्यः तकाराति थकाराति च प्रत्ययानां योजनविधिः. धात्मन्ते षकारस्य कोऽपि विकारः नास्ति. प्रत्ययातौ स्थितस्य तकारथकारयोः ष्टुत्वसन्धिना तकारस्य स्थाने टकारः, अपि च थकारस्य स्थाने ठकारः आदेशः भवतः. यथा द्वेष् योगः ति ष्टुनाष्टुः इत्यनेन ष्टुत्वं, द्वेष् योगः टि इति भवति तकारस्य स्थाने, ष्टुनाष्टुः इत्यनेन ष्टुत्वम् इत्यनेन टकारः मूर्धन्यटकारः भवति, द्वेष्टि इति भवति. एवमेव द्वेष् द्विष् योगः ठः, द्विष् योगः ठः इति भवति, द्विष् ठः ष्टुत्वम्. अचष् योगः त, अचष् योगः ट, अचष्ट, अचष् योगः थाः, अचष् योगः ठाः, अचष्टाः. वयम् इदानीमेव वयं दृष्टवन्तः ष्टुनाष्टुः तकारस्य स्थान तवर्गीयस्थाने तकारादेशः, टवर्गीयस्थानस्य वर्णाः, अपि च सकार दन्त्यसकारस्य स्थाने षकारादेशः. अत्र द्वेष् इति षकारान्तदातु तकारः ति तकारः अथवा थः अस्ति चेत् तस्य ष्टुत्वम् अस्माकं परिचितमेव. अग्रे पठामि वा भगिनि? एकमेव वाक्यम् अस्ति. आमाम् अग्रे पठतु अग्रे पठतु. सकारान्तधातुभ्यः तकारादि हकारादि च प्रत्ययानां योजनविधिः. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं सकारान्तधातु. ओके, यथा आस् योगः ते आस्ते, आस् धातु आत्मनेपथी धातु, आस् आस्ते इति किमपि कार्यं नास्ति. किञ्चित् इतोपि अग्रे पठतु. हकारान्तधातुभ्यः हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. अत्र मार्गः पञ्चप्रकारकः. सामान्यनियमः चत्वारः विशेषाः च. सामान्यनियमः तकारादि थकारादि च प्रत्यये परे धात्वन्तस्य अकारस्य स्थाने ढकारादेशः भवति होडः इत्यनेन सूत्रेण. प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च धकारादेशः भवति झषस्ततोर्धोर्धः झषस्ततोर् दो दः इति सूत्रेण. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढकारस्य लोपः भवति डोडे लोपः इति सूत्रेण. अस्तु, हकारान्त धातु अस्ति चेत् परः स्थकारादि अथवा थकारादि प्रत्ययः अस्ति चेत् सामान्यनियमाः चत्वारः सन्ति, अपि च विशेष नियमाः अपि अग्रे अपि अस्ति. सामान्यनियमाः अपि वयं पूर्वं दृष्टवन्तः. तकारादि तकारादि च प्रत्यये परे सामान्यनियमाः. प्रथमं सूत्रं होडः इति सूत्रेण हकारस्य स्थाने ढकारादेशः. अनन्तरम् अस्ति प्रत्ययादौ स्थितस्य प्रत्ययस्य आदौ हकारान्तधातोः परः यत् प्रत्ययः अस्ति तस्य तकारस्य सकारस्य स्थाने पूर्वं ढकारादेशः भवति चेत् ढकारः झष्वर्णः. झष्वर्णः इत्यनेन तत् परः तकारः अथवा थकारः अस्ति चेत् तस्य तकारस्य अथवा तकारस्य स्थाने धकारादेशः भवति झषस्ततोर्धो दः इत्यनेन. अनन्तरं प्रत्ययादौ स्थितस्य डकारस्य स्थाने डकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. यत् दकारः इदानीं जातं तस्य दकारस्य स्थाने ष्टुनाष्टुः इत्यनेन ष्टुत्वं भवति डकारादेशः भवति. अनन्तरं डकारः अपि च डकारः अस्ति चेत् डोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः भवति डोडे लोपः इति सूत्रे. उदाहरणं पठामि. अस्तु इदानीम् अन्य कोऽपि पठतु. सम्यक् अस्ति. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. सरस्वती भगिनी अग्रे पठति वा? अत्र क्रमः क्रमं पश्यामः चेत् होडः, अनन्तरं झषस्ततोर्धोदः, सुनाष्टुः, डोडे लोपः, कुत्रचित् ड्रोलोपे पूर्वस्य दीर्घोणः इति स्वरः पूर्वम् अण्वर्णः अस्ति चेत् तदपि भवितुम् अर्हति. अस्तु, सरस्वती योगता उबन्तलघुपदस्य च इत्यनेन गुणः, अतः ईकारस्य स्थाने एकार भवति. ले योगता होडः इत्यनेन झलि परे ह स्थाने ढ आदेशः. लेड् हकारस्य स्थाने ढकार, अतः ले लेड् भवति. लेड् योगता इदानीं झषस्ततोर्धोधः इत्यनेन तस् तकारस्थाने धकारादेशः, अतः लेड् योगधा. अत्र शुनाष्टुः कार्यं करोति, श्रुत्वं भवति, अतः धा स्थाने ढा भवति. लेड् योगढा. तदनन्तरं डोडे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः इत्यनेन ले योगढा लेढा. डोढे लोपः पूर्वस्य दीर्घोणः भवितुम् अर्हति, परन्तु अत्र एकारस्य अस्ति, अत्र एकारस्ति, अतः तत् तत् सूत्रस्य प्रसक्तिः नास्ति अत्र. एवम् एवमेव. सम्यक् भगिनि, सम्यक् भगिनि, धन्यवादः. समीचीनम्. तत्र लेड् एकारः अस्ति अण्वर्णः नास्ति इति कृत्वा प्रलोपे पूर्वस्य दीर्घोणः तस्य कार्यं नास्ति. अस्तु, सम्यक्. तर्हि एवमेव इति सूर्यकुमारी भगिनी पठतु. भगिनि, एवमेव रुः योगः तत्र अपि पुगन्तलघुपदस्य च इत्यनेन गुणः भवति रोः योगः ता. अनन्तरं होडः जलिवर होडः इत्यनेन अकारस्य स्थाने डकारः रोड् रोड् योगः ता. जस्वर्णः डकारः जस्वर्णः. जशस्तदोर्धोदः इत्यनेन तास्थाने धा भवति रो तास्थाने धा धा रोड् योगः धा. अनन्तरं स्टुनास्टुः डकारः तकार तावर्गीय वर्णः अस्ति. रो रोड् योगः ढा भवति. अनन्तरं डोडे लोपः इत्यनेन पूर्वस्थितस्य दकारलोपः भवति. रोड इति अन्तिमरूपं. तदेव मिह् योगः न न भगिनि, इदानीं धन्यवादः. इदानीं उमा भगिनी अग्रिमं करोतु. मिह् योगः अस्ति वा उमा भगिनि? सकारान्तदातुभ्यः सकारादि सकारादिस्य प्रति न न मिह् योगः ता इति. ओके ओके ओके. अग्रे अस्ति खलु तत्र मिह् योगः ता. होडः इत्यस्मात् पूर्वं होडः इति सूत्रात् पूर्वम् होडः अत्र मिह् योगः ता पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इत्यनेन गुणः तु लेख् आगच्छति. देन् लेख् योगः ता. देन् पोडः सूत्रस्य हकारस्य स्थाने ढकार आदेशो भवति. लेड् इति आगच्छति. लेड् योगः लेड् योगः सः सा दशस्ततो दोर्धः इत्यनेन स्थाने स्थाने धका धा आदेशो भवति. लेड् योगः धा. सुनास्तु सूत्रस्य लेड् प्लस् धा डबल् डबल् डोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः. लेड् योगः धा लेढा. ओके. सो अत्र लिह् धातु लिह् योगः ता. सुगन्धयोगपदस्य सूत्रस्य गुणार्थं भवति तु लेख्. देन् हकारस्य स्थाने होडः सूत्रस्य ढ आगच्छति. सु लेढ् योगः ता. देन् दशस्ततो दोढः सूत्रस्य सस्थाने ध आदेशः. सो लेढ् योगः ध. सुनास्तुः सूत्रस्य लेढ् योगः ध. तु द्रोढे लोपः सूत्रस्य पूर्वतनस्य नकारस्य लोपः. सो ले योगः ढ लेढ. लेढो इत्यनेन लोपः भवति. सम्यक् सम्यक् समीचीनम्. अधुना अरुणा भगिनी सूत्रत्रयमस्ति प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं क्षम्यतां भगिनी अहं वाहनं वदन्ति. ओके ओके, तर्हि अनिमा भगिनी पठतु. आं भगिनि, होढः हः ढः झलिपदस्य अन्ते च झषस्तथोर्धो धः झषः तथोः धः अधः. प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं होढः इत्यत्रापि प्रथमवाक्यमपि अस्तु अस्तु. होढः हकारस्य स्थाने ढकारादेशो भवति झलिपदान्ते च. इदानीम् अनुवृत्तिसहितसूत्रं हः ढः झलिपदस्य अन्ते च झषस्तथोर्धोधः झष् उत्तरस्य तकार थकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा. सूत्रं स्वयं सम्पूर्णं झषः तथोः धः अधः. ढोढे लोपः ढकारे परे पूर्वतनस्य ढकारस्य लोपः लोपो भवति. सूत्रं स्वयं सम्पूर्णं ढः ढे लोपः. अग्रे पठामि वा भगिनि? समीचीनं भगिनि, धन्यवादः. इदानीं लक्ष्मी भगिनी अग्रे पठतु. आं भगिनि, विशेषः ढकार रेफ इत्यनयोः लोपानन्तरम् अयोः पूर्वस्थितस्य अण् आ इ उ इत्यस्य दीर्घादेशः भवति. यथा लीड्योगतः होढः, लीड्योगतः झषस्तथोर्धोतः, लीड्योगधः ष्टुनाष्टुः, लीड्योगधः ढोढे लोपः, ली योगधः ढलोपे पूर्वतिदीर्घोणः इत्यनेन ढकाररेफ इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः. ली योगधः लीढः इति रूपम् अत्र. यतोहि वयं ढोढे लोपः इत्यस्य सूत्रस्य कार्यं दृष्टं, तर्हि ततः परं यदि ढकारस्य लोपः भूत्वा तस्मात् पूर्वम् अण्वर्णः अस्ति चेत् तस्य दीर्घादेशः भवति. तदर्थं सूत्रमस्ति ढलोपे पूर्वस्य दीर्घोणः. लिह् युगतः इत्यत्र हकारान्तधातुः झलिपरे होढः कार्यं भूत्वा लिढ् योगतः झषस्तथोर्धोतः कार्यं करोति. यतोहि झषन्तः धातुः तकारादिप्रत्ययः परे तकारस्य धकारादेशः भूत्वा लिढ् योगधः. सन्धिकार्यं ष्टुनाष्टुः, टवर्गस्य टवर्गादेशः भूत्वा लिढ् योगधः. पूर्वढकारस्य लोपः ढकारे परे ढोढे लोपः सूत्रेण लीयोगटः. अस्यां स्थित्या ढलोपे पूर्वस्य दीर्घोणः सूत्रस्य कार्यं भवति. यतोहि ढकारस्य लोपानन्तरं लीयोगटः इति स्थित्यां ढकारस्य पूर्वं आ इ उ येषु अन्यतमवर्णः इकारः अस्ति. अण्प्रत्याहारे स्थितः इ इति वर्णः अस्ति इति कारणात् तस्य दीर्घादेशः भवति. तेन ली इत्यस्य इकारस्य दीर्घादेशः भूत्वा ली योगढः लीढः इति रूपं लभ्यते. अग्रे सूत्रातः गतम् इदानीं किम्? धन्यवादः भगिनि, सम्यक् अस्ति. इदानीं सूत्रं विजयलक्ष्मी भगिनी पठतु. अस्ति वा विजयलक्ष्मी? आं पठतु. आम्, ध लोपानन्तरं लिढ ढलोपे पूर्वस्य दीर्घो णः ढरेफयोर्लोपनिमित्तयोः पूर्वस्य अणो दीर्घः सूत्रं स्वयं सम्पूर्णं ढ्रलोपे पूर्वस्य अणः दीर्घः उपरि ढकारस्य उदाहरणं दृष्टम् विसर्गसन्धौ रेफस्य प्रसिद्ध उदाहरणं पुनः रमते तत्र पुनः रमते इत्यत्र पुनर् रमते इति भवति रोरि इत्यनेन रेफात् परं रेफः अस्ति इति कृत्वा पूर्वस्थितस्य रेफस्य लोपः भवति पुनः योगः रमते इदानीं ढ्रलोपे पूर्वस्य दीर्घो णः इति सूत्रेण लोपः यस्य रेफस्य लोपः अभवत् तस्य पूर्वं स्थितस्य अणः दीर्घः भवति अतः पुनः रमते इति अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तं रेफलोपनिमित्तकरे तत् किं भगिनी निमित्तकरेफात् इत्युक्ते तत्र प्रथमतया सूत्रस्य अर्थः कः इति वदतु अग्रे दत्तं तत् त्यजतु तत्र सूत्रस्य अर्थः कः इति वदतु कस्य सूत्रस्य भगिनी ढ्रलोपे पूर्वस्य वा हा हा अत्र ढ्रलोपे इत्युक्ते ढकार अपि च रेफ इत्यनयोः सन्धिभूत किं समासः ढ्र ढकार रेफयोः ढ्र इति भवति अपि च ढ्र लोपे ढकार रेफयोः लोपः यदा भवति तस्य पूर्वस्य दीर्घः अणः दीर्घः भवति इति सूत्रं वदति ढ्र रेफयोर् लोपनिमित्तयोः पूर्वस्य अणः दीर्घः इत्युक्ते ढकारः अस्ति उत रेफः अस्ति तस्य अनन्तरं साक्षात् अनन्तरं यदि ढकारस्य अनन्तरं ढकारः भवति अपि च रेफात् अनन्तरं रेफः भवति तदा पूर्वस्थितस्य ढकारस्य उत रेफस्य लोपः भवति लोप यस्य लोपः अभवत् तस्य पूर्वं स्थितस्य अण् वर्णस्य दीर्घः भवति ढ्रलोपे पूर्वस्य अणः दीर्घः सोरि ढ्रलोपे पूर्वस्य दीर्घो णः इति सूत्रेण ढ्रलोपः कः ढ्रलोपः कः ढ्रलोपः कः इत्युक्ते पूर्वस्थितस्य ढकारस्य रेफस्य न ढ्रलोपः पूर्वं स्थितस्य ढकारः अथवा रेपः इति न परं यः ढकारः अथवा रेपः सः एव ढ्रलोपः एवं वा सः यतोहि सः एव लोपयति डकाररे ड्रौ लोपयति इति ड्रलोपः अतः परः यः डकारः अथवा रेपः सः एव ड्रलोपः तादृशड्रलोपे परे न एकैकं वदतु तत्र किमस्ति सतिसप्तमी वा ड्रलोपे आमां ड्रलोपे सति सत्यं सतिसप्तमी ड्रलोपे सति ड्रलोपे सति पूर्वस्य दीर्घोणः इत्युक्ते तादृशडकाररेपः यः पूर्वतनडकारम् अथवा रेपं लोपयति तादृशडकारलोपे सति पूर्वस्य अणः दीर्घः सतिसप्तमी इति वक्तुं शक्नुमः अथवा अत्र सतिसप्तमी इति न ड्रलोपे इति परवर्णः इति परसप्तमी ड्रलोपे सति इति न परसप्तमीरेपे परे अतः परसप्तमी ढकारः रेफः यः निमित्तम् अस्ति अस्ति तस्य पूर्वस्य अणः इति इति निमित्तसभ इति परसप्तमी न तु प्रतिसप्तमी इति न एवमेव रोरि रेफात् पूर्वस्थितस्य रेफस्य लोपः अपि च यस्य रेफस्य यः रेफः निमित्तम् अस्ति अस्ति पूर्वस्थितस्य रेफस्य यस्य रेफात् लोपः अभवत् तस्य पूर्वं स्थितस्य अणः दीर्घः भवति समानं समीचीनं भगिनि आम् अत्र स्पष्टतेन वक्तुं शक्नुमः न यत् परसप्तमी तु अस्ति एव परन्तु गृहलोपे तु तत्र सतिसप्तमी अपि भवितुम् अर्हति यतोहि यस्य च भावेन भावलक्षणं पूर्वस्य इति कस्य पूर्वस्य ड्रलोपे सति पूर्वस्य कस्य कार्यं तु द्वयं भवति खलु एकं तु ड्रलोपः द्वितीय तु दीर्घ अणः तर्हि एतदपि अस्ति अहं तु चिन्तितवती निमित्तसप्तमी अपि भवितुम् अर्हति खलु निमित्तमस्ति न तत्र ढकार रेफस्य लोपः तदा एव निमित्तसप्तमी इति तु विशिष्टस्थलेषु एव भवति पाणिनीयसूत्रेषु निमित्तसप्तमी इति सर्वत्र न भवति अत्र ड्रलोपे पूर्वस्य दीर्घगुणः इत्यत्र निमित्तसप्तमी इति व्याख्यानेषु दीयते चेत् निमित्तसप्तमी इति वक्तुं शक्नुमः हा हा हा अस्तु व्याख्याने एव द्रष्टव्यं किम् अस्तु अत्र तु ड्रलोपे इति सप्तम्यन्तं पदं तस्मिन् इति निर्दिष्टे पूर्वस्य इति परनिमित्तम् एव दर्शति सम्यक् एव भवति परसप्तमी परन्तु अहं चिन्तितवती सतिसप्तमी अपि तत्र भवितुम् अर्हति इति सतिसप्तमी सतिसप्तमी वदामः चेत् ड्रलोपे सति ड्रलोपे सति इत्युक्ते तत्र यदा तदा इति वदतु यदा ड्रलोपः भवति तदा पूर्वस्य दीर्घ अणः दीर्घं भवति पूर्वस्य अणः इत्युक्ते कस्य पूर्वं कस्य पूर्वम् इति न अवगम्यते खलु पूर्वस्य इत्युक्ते कस्य पूर्वम् अतः अत्र यद् ड्रलोपे इति सप्तमी सप्तम्यन्तम् अस्ति चेत् पूर्वकार्यम् इति तु अस्ति अस्ति एव इति अस्ति तत्र अतः पूर्वकार्यम् इति स्पष्टतया अवगम्यते तर्हि पूर्वस्य इति वदनस्य आवश्यकता नास्ति न तर्हि परसप्तमी कृते किमर्थं पूर्वस्य आवश्यकता अस्ति परसप्तमी इत्युक्ते तत्र पूर्व एव न परसप्तमी तस्य एव तदेव अर्थः न आमां तत्र किम् अस्ति इति चेत् तत्र अष्टाध्यायी डाट् काम् पश्यति चेत् तत्र वदति यत् पूर्वस्य इति पदस्य आवश्यकता नास्ति तथापि पाणिनिः पूर्वस्य इति पदं स्थापयति अस्य कारणं किम् इति चेत् प्रकृतसूत्रम् अलुक् उत्तरपदे इति उत्तरपदाधिकारे पाठ्यते अस्मिन् अधिकारे पाठितानां सूत्राणां प्रयोगः प्रायेण तदा एव भवति यदा स्थानी पूर्वपदे निमित्तं च उत्तरपदे विद्यते हा यद्यपि आवश्यकता नास्ति तथापि पाठ्यते यतोहि उत्तरपदाधिकारे इदं सूत्रं स्थापितम् इति वदति अस्तु अत्र स्थगनं कुर्मः अत्र एकमेव परिच्छेदः एकः परिच्छेदः अस्ति तत्र उषाभगिनी किञ्चित् झटिति पठतु अत्र उपरि ढकारस्य उदाहरणम् उपरि विसर्ग सम्पूर्णतया न पठितं खलु सम्पूर्णतया पठितवती वा पठितवती तर्हि अस्तु तर्हि अत्र एव स्थगनं कुर्मः तर्हि अत्र कोऽपि संशयः अस्ति वा क्षम्यतां भगिनि अस्तु भगिनि अत्र कोऽपि संशयः अस्ति इति नास्ति अत्र एकक्षणं अनुनासिकस्य क्विजलोः अपि च अनुदात्त उपदेशात् तत् अनयोः मध्ये प्रतिपदौ प्रतिपदोक्तत्वात् इति वक्तुं शक्यते वा? इत्युक्ते यत्र पूर्वपरनित्य अन्तरङ्गानां पूर्वपर अन्तरङ्गानां प्रयोगः यत्र न भवति तत्रैव प्रतिपदोक्तत्वम् इति वयं वदामः. अत्र तु पूर्वपरनित्य अन्तरङ्ग इति अत्र प्रयोगेन वयं वक्तुं शक्नुमः खलु. अपवादसूत्रम् अथवा नित्यसूत्रम् इति उक्त्वा वयं साधयितुं शक्नुमः. अथवा प्रतिपदोक्तत्वम् इति किमर्थम्? यत्र तथा न वक्तुं शक्यते तत्र प्रतिपदोक्तत्वम् इति वयं वदामः. पूर्वपरनित्यन्तरङ्गानाम् उत्तरोत्तरं बलीयः इति परिभाषा बलवती अस्ति प्रतिपदोक्तत्वम् इत्यस्य अपेक्षया इति कृत्वा ते तया परिभाषया साधयितुं शक्यते चेत् तया एव साधयामः. तया परिभाषया साधयामः, साधयितुं न शक्यते चेत् तदानीं तु प्रतिपदोक्तत्वम् इति तु अस्ति एव. अस्तु भगिनि, अस्तु, धन्यवादः. तर्हि अत्र सगरं कुर्मः. धन्यवादः, नमस्कारः. अद्य रेकार्डिङ्ग् भवेत्. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. धन्यवादः.